पद्मपुराणं खण्डं 4 ब्रह्मखण्डः अध्यायं 4 शौनक उवाच जयन्त्या सूदमाहात्म्यं कदा सा क्रियते जनैः कथयस्व मयि त्वं वै पोदसंसारसागरे सूद उवाच शृणु विप्रप्रवक्ष्यामि यत्पृष्ठो मुनिसत्तम पुरा ब्रह्मा नारदेन पृष्ट एतत्सुरालये नारद उवाच जयन्त्याश्चैव माहात्म्यं कथयस्व पितामह यच्छ्रुत्वाहं गमिष्यामि तद्विष्णोः परमं पदम् ब्रह्मोवाच शृणुष्वा वहिदो विप्र तवाग्रे कथयाम्यहं जयन्त्या उपवासेन विष्णुलोकं स गच्छति स्मरणात् कीर्तनात् पापं सप्तजन्मार्जितं मुने जयन्ती दहते तच्च किं पुनः सोपवासकृत जन्माष्टमी च नवमी चैत्रे मासि सिदाशुभा कृष्णचतुर्दशी कुम्भे मेषे शुक्ला चतुर्दशी दुर्गाष्टम्याश्विने शुक्ला द्वादशी श्रवणान्विदा महापुण्याश्च शुभदा जयन्त्यषट् प्रकीर्तिताः कृष्णजन्माष्टमी पूर्वा प्रसिद्धा पापनाशिनी क्रतुकोटिसमाह्येषा तीर्थानामयुतैः समा कर्ता गवां सहस्रं तु यो ददाति दिने दिने तत्फलं समवाप्नोति जयन्त्यां समुपोषणे हेमभारसहस्रं तु कुरुक्षेत्रे रविग्रहे तद्फलं समवाप्नोति जयन्त्यां समुपोषणे कृष्णाजिनसहस्राणि तिलधेनुशतानि च तद्फलं समवाप्नोति जयन्त्यां समुपोषणे कन्याकोटिसहस्राणां दाने भवति यत्फलं तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ससागरामिमां पृथ्वीं दत्त्वा यल्लभदे फलं तत्फलं समवाप्नोति जयन्त्यां समुपोषणे पापी कूपतडागादि कर्तव्यं देवतालये तद्फलं समवाप्नोति जयन्त्यां समुपोषणे मातापित्रोर्गुरूणां च भक्तिं युक्तकरोति यः तद्फलं समवाप्नोति जयन्त्यां समुपोषणे आपदाहरणार्थाय तीर्थसेवाकृतात्मनां सत्यव्रतानां यत्पुण्यं जयन्त्यां समुपोषणे गङ्गायां नर्मदायां यत्पुण्यं सारस्वते जले स्नात्वा पुण्यमवाप्नोति जयन्त्यां समुपोषणे यत्पुण्यं श्राद्धकर्तॄणां पितॄणामिन्दु संशये तद्फलं समवाप्नोति जयन्त्यां समुपोषणे नारद उवाच केन केन कृता पूर्वं कथयस्व पितामह ब्रह्मोवाच कार्तवीर्येण कर्णेन कुमारेण च धीमदा सगरेण दिलीपेन काकुष्ठेन कृता पुरा गौतमेन च गार्ग्येण जामदग्न्येन धीमता सगरेण दिलीपेन काकुस्थेन कृता पुरा गौतमेन जगार्ग्येण जामदग्न्येन धीमदा वाल्मीकिना कृता पूर्वं द्रौपदेयेन साधुना ददादि वाञ्छितान् कामान् भाद्रपस्य सिताष्टमी प्राजापत्यर्क्षसंयुक्ता विशेषेण मदाष्टमी वर्षे वर्षे प्रकर्तव्या प्रीत्यर्थे चक्रपाणिनः कोटिजन्मार्जितं पापं मुहूर्तेन विलीयते रात्रौ जागरणं कृत्वा निष्ठापूर्वं जितेन्द्रियः गङ्गपुष्पादिनैवेद्यैः पूजनीयः पृथक् पृथक् एवं ह्यः कुरुते विप्र जयन्ती समुपोषणं कोटिजन्मार्जितं पापं ज्ञानतो ज्ञानदकृतं प्रसादादेवगी सूनोर्यामार्धेन विलीयते जयन्तीतिथिसम्प्राप्तौ भुञ्जते ये नराधमाः त्रैलोक्यसम्भवं पापं भुञ्जते तेन संशयः सागराद्यानि तीर्थानि मुक्तस्थानानि सर्वशः गृहे तिष्ठन्ति सर्वाङ्गे जयन्ती व्रतकारिणः तस्य सर्वाणि तीर्थानि देहे तिष्ठन्ति देवताः करोति यो नरो भक्त्या जयन्तीं कृष्णवल्लभां न वेदेन पुराणेन मया दृष्टं महामुने तत्समं नाधिकं वापि कृष्णराधाष्टमीव्रतं न करोति नरो भक्र्या स भवेत् क्रूरराक्षसः यो नरोऽस्नादि मूढात्मा जयन्ती वासरे द्विज महानरकमश्नादि यथा च परिवासरे अधीदमागतं यस्तु कुलमेकोत्तरं शतं पदेत्तु नरके घोरे जयन्त्यां भोजनेन वै जयन्ती बुधवारे च रोहिण्या सखिता यदा भवेच्च मुनिशार्दूल किं कृतैर्व्रतकोटिभिः कृते त्रेतायुगे चैव द्वापरे च कलौ युगे कृदा सम्यग्विधानेन जयन्ती पापनाशिनी जागरे पद्मनाभस्य पुराणं पाठयेत्तु यः आ जन्मोपार्जितं पापं दहदे तूलराशिवद यशृणोति नरो भक्त्या पुराणं हरिवासरे कोटिजन्मार्जितं तस्य पापं नश्यति तत्क्षणात् वासरे पद्मनाभस्य पूजयेद्वाचकं मुने कुलकोटिं समुद्धृत्य विष्णुलोके स पूज्यते जयन्त्यामुपवासेन यो नरोऽत्र पराङ्मुखः सर्वधर्मविनिर्मुक्तो यात्यसौ नरकं ध्रुवं गन्धपुष्पैश्च धूपैश्च कृतपूर्णप्रदीपकैः पूजयेद्भक्तिभावैश्च दद्याद्विप्रायदक्षिणां विधिनानेन यो विप्र जयन्तीं प्रकरोति च नरो वै तारयेद्भक्त्या पुरुषानेकविंशतिं न दौर्भाग्यं न वैधव्यं न भवेत् कलहो गृहे सन्ततेर्न विरोधं च न पश्यति धनक्षयम् यान्यांश्चिकीर्षदे कामान् जयन्ती समुपोषकः तांस्तान् प्राप्नोति सकलान्विष्णुलोकं स गच्छति विष्णुभक्तिपरानित्यं जयन्ती व्रतमानसाः ते धन्यास्ते कुलीनास्ते ईश्वरास्ते च पण्डिताः यानि कानि च तीर्थानि व्रतानि नियमानि च जयन्ती वासरस्यैव कलां नार्हन्ति षोडशीं भाद्रे वै चोभये पक्षे यः करोति सभार्यकः राधा कृष्णाष्टमीं वत्स प्राप्नोति हरिसन्निधिम् व्रतं च पुण्यकारं च यः करोति सदा हरेः स यादि विष्णोर्वैकुण्ठं जयन्ती समुपोषकः आचारहीनं कुलभ्रष्टं कीर्तिहीनं कुयोनिजं नाशयत्याशु पापं च जयन्ती हरिवल्लभा मेरुतुल्यानि पापानि ब्रह्महत्यादिकानि च स निर्दहति सर्वाणि जयन्त्यां समुपोषकः पुत्रार्थी लभते पुत्रं धनार्थी लभते धनं मोक्षार्थी लभते मोक्षं जयन्त्यां समुपोषकः जयन्तीकरणे चित्तं येषां भवति तत्परम् यमोऽपि शङ्कदे नित्यं ते यान्ति परमां गतिं सुद उवाच कथयित्वा नारदं तु ययौ स च यथा गतः मयापि कथितं ब्रह्मण्यत् पृष्टोऽहं त्वया मुने माहात्म्यं च जयन्त्या ये शृण्वन्ति भक्तिभावदः तेऽपि यान्ति परं धाम विमुक्ताः सर्वपादकैः पुराणवाचकं ब्रह्मन् जयन्ती व्रतिनां तथा ये पश्यन्ति नराः पापास्ते यान्ति परमं पदम् इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे ब्रह्मनारदसंवादे जयन्तीव्रतमाहात्म्यं नाम चतुर्थोऽध्यायः ॐ